गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मि न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र अनुमानं किन्तु अस्माकं मूललक्ष्यमस्ति तत्र विभागः विभागः इति गुणः वर्तते अतिरिक्तगुणः पूर्वज्ञातगुणः नास्ति नूतनगुणः अतिरिक्तगुणः अपि संयोगनाशकः अस्ति नाम संयोगनाशस्य कारणं नूतनगुणः संयोगः अपि गुणः तस्य नाशकः अपि गुणः अपि एषः गुणः तस्य नामकरणमस्ति विभागः अपि तत्र विभागः संयोगस्य नाशस्य कारणम् इति कृत्वा यत्र संयोगः आसीत् तस्मिन्नेव अधिकरणे एषः विभागः अपि भवति हा इति नाम तत्र संयोगस्य अधिकरणमेव संयोगनाशस्य अधिकरणं संयोगनाशस्य कारणं संयोगनाशः इति कार्यं तस्य कारणं विभागः कार्यकारणयोः अपि समानाधिकरण्यं तर्हि यत्र संयोगः आसीत् तत्र एव संयोगनाशः अस्ति संयोगनाशः इति कार्यं यत्र अस्ति तत्र एव तस्य कारणं नाम विभागः अपि अस्ति अतः संयोगस्य अपि संयोगनाशस्य विभागस्य अधिकरणम् एकमेव नाम समानम् इति एतत् सर्वम् अस्माभिः साधनीयम् अतः तत्र अस्माकं माध्यमं तत्र यन्त्रं नाम टूल् यन्त्रं यदस्ति तदस्ति अनुमानम् अतः तत्र वयम् अस्माभिः बहुवारं दृष्टमेव किन्तु पुनः एकवारं वदामि नाम तत्र उदाहरणम् एकमेकम् उदाहरणं स्वीकृत्य तत्र पर्वतः वन्यमान् धूमत्वात् यतः हृदः हा तर्हि तत्र मृणाल्य भगिनी किञ्चित् वदतु तत्र पक्षः कः इत्यादयः पर्वतः वन्यमान् धूमत्वात् यथा हृदयः पर्वतः वन्यमान् धूमात् यथा धूमत्वात् यथा हृदः महानसं नास्ति ओ ओ तर्हि पर्वतः वन्यमान् अत्र पर्वतः पक्षः धूमः हेतुः साधनमस्ति वह्निः समीचीनम् अपि दृष्टान्तः रदः अपि अत्र अत्र व्याप्तिः कीदृशी अत्र यथा यसर् हृदः यदि वदामः तर्हि हृदे नाम तत्र वैकल्प नाम तत्र विकल्पद्वयं वर्तते नाम व्याप्तिः अन्वयव्याप्तिः अथवा व्यतिरेकव्याप्तिः खलु नाम यत्र यत्र यत्र व्यतिरेकव्याप्तिः आवश्यकः हा तर्हि अत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति कार्यं करोति वा अथवा तस्य अभावं स्वीकृत्य कार्यं करणीयं वा यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति करणीयं हा इति करणीयं समीचीनं हा अतः तत्र हृदे साध्याभावः वर्तते हेत्वाभावः अपि वर्तते खलु अतः तत्र एतत् उदाहरणं दृष्टान्तः इति भवति हृदः समीचीनं हा अस्तु धन्यवादः हा अस्तु अग्रे तर्हि तत्र अनिता भगिनी नमस्कारः नमस्कारः आचार्य नमस्कारः भगिनी हा तर्हि इदानीं तत्र चन्द्रमती भगिनी अग्रे तत्र द्वितीयम् उदाहरणं स्वीकृत्य वदति वा पक्षः एतत् सर्वं किञ्चित् वह्निः उष्णत्वात् तदा वह्निः उष्णत्वात् उष्णत्वात् न उष्णत्ववान् वह्निः उष्णत्ववान् वह्निः उष्णत्ववान् वन्नित्वात् यथा ह्रदः ह्रदः ह्रदः यत्र यत्र तत्र पक्षः कः पक्षः कः वह्निः एव पक्षः अत्र वह्निः एव पक्षः समीचीनं हा हेतुः किमस्ति इति उष्णत्वम् इति हा उष्णत्वमिति साध्यं समीचीनम् उष्णत्वमिति साध्यम् उष्णत्वं वह्नौ अस्ति इति साधनीयं समीचीनं हा हेतुः कः अत्र अत्र हेतुः उष्णं न साध्यम् उष्णत्वं हेतुः यत् पक्षे वर्तते उष्णत्वस्य न तत्र उष्णत्वस्य हेतुः इति न उष्णत्वस्य कारणं न पृष्टवान् अनुमाने तत्र वाक्यमस्ति तत्र हेतुः हेतुपदं किम् अस्ति हेतुः कः इति वक्तव्यं तावदेव अत्रापि हेतुः धूमम् अस्ति वा धूम तत्र वाक्यं पश्यतु अत्र वाक्यं पश्यतु वन्नित्वम् इति हा उत्तमं भगिनि हा तावदेव समीचीनं धूमत्वात् इति अत्र तत्र धूमः हेतुः अत्र वन्नित्वात् इत्यत्र वन्नित्वम् इति हेतुः समीचीनं हा दृष्टान्तः अस्ति ह्रदः ह्रदः तत्रापि व्यतिरेक हा व्यतिरेकव्याप्तिः हा तत्र तर्हि तत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति स्वीकुर्मः वा अथवा तस्य अभावं स्वीकृत्य हा यत्र यत्र वह्निः तत्र तत्र उष्णः इति वक्तुं शक्यते वा यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति स्वीकृत्य करणीयं वा अथवा व्यतिरेकव्याप्तिः इति भवती उक्तवती तत्र वह्नेः अभावः वह्नित्वं वह्नित्वम् इति हेतुः उष्णत्वम् इति साध्यम् तत्र यत्र यत्र हेतुः तत्र तत्र साध्यं किन्तु अभावः स्थापयामश्चेत् तत्र किं भवति एव तिष्ठति वा अथवा परिवर्तनं भवति वा उष्णस्य अभावः अभावः समीचीनं भगिनि यत्र यत्र उष्णत्व अभावः तत्र तत्र वन्नित्व अभावः हा नाम इदानीं हृदे उष्णत्व अभावः वर्तते वा अत्र वन्यत्वस्य अभावः अपि अस्ति अतः एतत् उदाहरणं भवति ह्रदः उदाहरणं भवति समीचीनं व्यतिरेकव्याप्ति यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति समीचीनम् इदानीम् अस्माकं मूल अनुमानवाक्यम् एतदेव विद्याधर्याम् अस्ति तत्र उषा भगिनी पठति वा तत्र महोदय पर्वत पक्षः न इदानीं आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्य गुणनाशत्वात् पाकजरूपनाशवत् हा इत्र अत्र केवलम् एतदेव वक्तव्यं भगिनि नाम पक्षः कः साध्यं किम् अपि हेतुः अपि दृष्टान्तः पक्षः आश्रयनाशाजन्यगुणनाशः नाश अजन्यगुणनाश नाश अजन्यगुणनाशः इति पक्षः साध्यं समानाधिकरणगुणजन्यः तत्र यत्र तथा उष्णत्ववान् उष्णत्ववान् उष्णत्वं वह्नौ अस्ति किन्तु एतत् विशेषणम् अस्ति खलु उष्णत्ववान् इति उष्णत्वं नाम उष्णत्वम् एव वह्नौ अस्ति तथैव तत्र जन्यः इति विशेषणं भवति नाश इति पदस्य तर्हि त तत्र नाम वह्निः उष्णत्ववान् इति वदामः अथवा उष्णः साक्षात् उष्णः इति वदामः वह्निः उष्णः वह्नित्वात् यथाहदः तदपि वयं दृष्टवन्तः खलु वह्निः उष्णः उष्णः अस्ति चेत् साक्षात् विशेषणपदं किन्तु उष्णः इति वह्नौ नास्ति उष्णत्वम् एव अस्ति खलु भावः उष्णत्वं वन्ने वन्नौ अस्ति वन्नौ अस्ति तथैव तत्र एतम् एतं पद एतत् पदं स्वीकृत्य भाववाचक प्रत्ययं योज्य वक्तव्यं तावदेव समानादिकरणगुणजन्यत्वं समानादिकरणगुणजन्यत्वम् इति विशेषणं इति साध्यम् इति साध्यं साध्यम् जन्यः जन्यत्वम् अस्ति इति कृत्य जन्यत्वं जन्ये अस्ति अतः एषः जन्यः भवति तावदेव अस्तु इदानीं जन्यत्वम् आश्रयनाश अजन्यगुणनाशे अस्ति इति इति अस्ति समीचीनं भगिनि समीचीनं नाम साध्यं पक्षे वर्तते इति साधनीयम् इति साधनीयम् अस्तु हेतुः कः अत्र नाशत्वात् इति अस्ति इत्यनेन आश्रयनाशजन्य आश्रयनाश अजन्यगुणनाशत्वात् इति अस्ति आश्रयनाश अजन्यगुणनाशः इति हेतुः समीचीनं तत्र पञ्चमी विभक्ति विभक्त्यन्तं तत्र अन्तिमं तत्र विभक्तिं निष्कास्य वक्तव्यं तावदेव समीचीनं प्रथमाविभक्तिरूपं वक्तव्यं आश्रयनाश अजन्यगुणनाशत्वम् इति इदानीं दृष्टान्तः पाकजरूपनाशः इति तत्र यथा इति यथा त्यजामः तत्र तथैव वत् इति त्यजामः तत्र वत् इति मतुप् नास्ति नाम सदृशः इति अर्थे सदृशः अतः पाकजरूपनाशः इति दृष्टान्तः समीचीनं भगिनि उत्तमं अस्तु अतः तत्र एतत् सर्वं साधनीयम् अस्माभिः तर्हि तत्र एकवारं तत्र कोष्टके एतत् सर्वम् अहं स्थापितवान् नाम तत्र प्रथमे उदाहरणे पक्षः साध्यः हेतुः दृष्टान्तः द्वितीय उदाहरणे वह्निः उष्णत्वं वह्नित्वं ह्रदः इदानीं यथा उषा भगिन्या उक्तम् आशयनाश अजन्यगुणनाशः इति पक्षः समानादिकरणगुणजन्यत्वम् इति साध्यम् आश्रयनाश अजन्यगुणनाशत्वम् इति एव हेतुः पाकजरूपनाशः इति दृष्टान्तः अत्र प्रथमे उदाहरणे द्वितीये उदाहरणे तृतीये उदाहरणे तत्र व्याप्तिः कथं भवति इत्युक्ते सर्वत्र व्यतिरेकव्याप्तिः प्रथमे उदाहरणे वयं जानीमः तत्र महानसम् इति स्थापयामश्चेत् तत्र अन्वयव्याप्तिः अपि कार्यं करोति किन्तु तद् अस्माभिः न ह्रदः अस्ति इति कृत्वा अत्र व्यतिरेकव्याप्तिः अपि अत्र व्यतिरेकव्याप्तिः आवश्यकम् एव तदेव कार्यं करोति यतोहि तत्र हेतुः किम् अस्ति पक्षस्य तत्र पक्षः तत्र द्वितीये तृतीये उदाहरणे व्यतिरेकव्याप्तिः एव कार्यं करोति यतोहि वह्निः इति अपि वह्नित्वं नाम पक्षस्य धर्मः नाम वह्निः अस्ति तस्य धर्मः एव हेतुः वह्नित्वं तर्हि वह्नित्वं पक्षभिन्नस्थले न लभ्यते अतः अन्वयदृष्टान्तः किं भवति पक्षभिन्नस्थलम् अस्ति चेदेव तत् दृष्टान्तरूपेण स्वीकरोतु अन्वयव्याप्तिः किन्तु अत्र पक्षभिन्नस्थलं न लभ्यते पुनः अस्मिन् मूलभाष्ये अपि तत्र गुणनाशः इति अस्ति अपि गुणनाशत्वम् इति पक्षस्य एव धर्मः हेतुः अस्ति अतः यथा वह्निः वह्नित्वं तथैव आश्रयनाश अजन्यगुणनाशः इति पक्षः तस्य धर्मः आश्रयनाशाजन्यगुणनाशत्वम् इति तस्य पक्षस्य धर्मः एव तत्र हेतुः। अतः एषः धर्मः पक्षभिन्नस्तरे न लभ्यते इति कृत्वा अत्रापि व्यतिरेकव्याप्तिः इति। एतत् सर्वं स्पष्टं खलु? आम् महोदय। हा अपि अन्तिमम् अस्ति तत्र, एतत् केवलं चित्ररूपेण अहं नाम पर्वतः अस्ति चेत् चित्ररूपेण द्रष्टुं शक्नुमः, वह्निः अपि तत्र द्रष्टुं शक्नुमः, किन्तु एषः नाम तत्र एषः तत्र एषः तु तत्र एतत् एषः पक्षः तत्र प्रत्यक्षपक्षः द्रष्टुं शक्नुमः, नाम अस्मिन् पर्वते वह्निः अस्ति इति साधनीयं, किन्तु एषः पक्षः अस्ति विषयः, नाम अब्स्ट्राक्ट् इति वदामः खलु तद् एतद् न द्रष्टुं शक्यते। हा न द्रष्टुं शक्यते अस्मिन् विषये, अस्मिन् विषये तत्र एषः हेतुः वर्तते अपि तस्मिन् एव विषये एतद् अपि वर्तते, साध्यमपि वर्तते इति साधनीयम्। अतः विषयः पक्षः अस्ति विषयः, सः एव भेदः। अस्तु तर्हि अग्रे सरामः वा? एतत् तत्र वयं तत्र चत्वारि पदानि सन्ति, तत्र प्रथमस्य अपि द्वितीयस्य किञ्चित् विवरणं पठितवन्तः, किन्तु तत्र किञ्चित् वदामि। तत्र नाम आश्रयनाश अजन्यगुणनाशः नाम गुणस्य नाशः भवति, गुणः अस्ति, गुणस्य आश्रयः सर्वदा द्रव्यं भवति, एषः गुणः नष्टः, किन्तु साधारणतया आश्रयस्य नाशः भवति चेत् आश्रये यः कोऽपि गुणः वर्तते चेत् तस्यापि नाशः भवति, नाम घटः अस्ति चेत् घटे तत्र रूपं वर्तते, घटस्य नाशः भवति चेत् रूपस्य नाशः अपि भवति, किन्तु एषः गुणः नष्टः किन्तु आश्रयस्य नष्टः न अभवत्, नाम संयोगस्य नाशः भवति, घटपटयोः संयोगस्य नाशः भवति किन्तु घटपटयोः नाशः न भवति। अतः एषः गुणः यः अस्ति तस्य नाशः आश्रयनाशेन न जातः, अतः आश्रयनाश अजन्यगुणनाशः, आश्रयनाशेन न जन्यः एषः गुणनाशः। अतः आश्रये एतावदपि अस्ति, अतः एतत् प्रथमपदं। तत्र किं साधनीयम् इत्युक्ते तस्मिन्नेव आश्रये अन्यः गुणः नास्ति, अपि सः गुणः एतस्य गुणम् एतं गुणं नश्यति, नाम एषः गुणः एतेन नूतनगुणेन नष्टः भवति, एषः गुणस्य नाशः कार्यमस्ति, एषः गुणः नूतनगुणः कारणमस्ति, नाशकः नूतनगुणः एतस्य नाशः भवति, एषः नूतनगुणः एव तत्र विभागः इति भवति, यत्र प्रथमगुणः संयोगः भवति चेत् नूतनगुणः विभागः इति कथ्यते, किन्तु अत्र संयोगः इति एव संयोगः केवलम् उदाहरणम्, अन्यः गुणः अपि तत्र भवितुम् अर्हति, किन्तु अतः केवलम् इदानीं यत्र गुणस्य नाशः भवति किन्तु आश्रयस्य नाशः न भवति तत्र एतस्य गुणस्य नाशः अन्येन गुणेन अभवत् इति साधनीयम् अस्माभिः, अतः एव तत्र साध्यमस्ति तत्र जन्यत्वम् नाम एषः नाशः जन्यः अस्ति नाम जन्यः नाम तत्र पुत्रः अथवा पुत्री इव नाम तस्य कार्यम् तत्र जनकः कः नाम समानादिकरणगुणेन जन्यः एषः नाशः एषः नाशः केन अभवत् समानादिकरणगुणेन अभवत् एषः नाशः अतः एतस्य गुणस्य नाशः अन्येन गुणेन अभवत् अपि स नूतनगुणः तस्मिन्नेव अधिकरणे अस्ति यत्र नाशः अस्ति गुणस्य नाशः अपि कुत्र भवति यत्र गुणः अस्ति तत्र एव गुणस्य नाशः अपि भवति अतः गुणः गुणस्य नाशः अपि गुणनाशस्य कारणं नूतनगुणः तेषाम् एकमेव अधिकरणं समानम् अधिकरणम् आश्रयः गुणस्य आश्रयः अतः समानादिकरणगुणेन जन्यः एषः गुणनाशः इति साधनीयम् अतः अस्मिन् गुणनाशे एतादृशं जन्यत्वम् अस्ति कीदृशं जन्यत्वम् अस्ति समानादिकरणगुणजन्यत्वम् अस्ति अस्मिन् गुणनाशे अस्मिन् विषयपक्षे इति अस्मिन् विषये हेतुः कः हेतुः तस्य धर्मः आश्रयनाशेन अजन्यगुणनाशत्वम् इति एव हेतुः सः हेतुः तत्र वर्तते सर्वत्र वर्तते विषये अतः तत्र समीचीनमस्ति एषः हेतुः पक्षे वर्तते इति जानीमः अपि दृष्टान्तः दत्तं पाकजरूपनाशः नाम रूपस्य नाशः यथा पाकेन जन्यः अस्ति हा किन्तु तत्र एषः दृष्टान्तः व्यतिरेकदृष्टान्तः नाम तत्र हेतुः न भवति अत्र तत्र क्षम्यतां तत्र साध्यम् अपि न भवति हेतुः अपि न भवति यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति द्रष्टव्यम् अस्मिन् उदाहरणं स्वीकृत्य तत् कुर्मः किन्तु अत्र केवलमिदानीं तत्र अनुमानस्थले किं किं ज्ञानम् आवश्यकं तत्र ज्ञानद्वयम् आवश्यकं तत् किं किम् अस्ति अनुमानप्रसङ्गे व्याप्तिः अपि व्याप्तिः हेतोः अपि च साध्येयोः व्याप्तिः समीचीनम् अपि द्वितीयं पक्षः पक्षधर्मता ज्ञानम् पक्षधर्मता नाम हेतुः पक्षे वर्तते वर्तते वर्तते अत्र पक्षधर्मता ज्ञानम् अस्ति यतोहि धर्मः अस्ति नाम तत्र पक्षस्य धर्मः एव अतः हेतुः पक्षे अस्ति इति जानीमः तत् तद् ज्ञानम् इदानीमेव अस्ति अतः केवलं किं करणीयम् इत्युक्ते तयोः मध्ये हेतुः अपि तत्र साध्यं यत् अस्ति तयोः मध्ये व्याप्तिः इति प्रदर्शनीयम् अपि सा व्याप्तिः प्रदर्शनीया अपि सा व्याप्तिः व्यतिरेकव्याप्तिः इति अस्ति अस्तु सर् अतः तत्र कार्यं किम् इति स्पष्टमस्ति खलु सर्वेषां कृते अस्तु आचार्य अत्र व्यतिरेकव्याप्तिः किमर्थं स्वीकरणीयम् अत्र प्रथम उदाहरणे पश्यतु रथः प्रथम उदाहरणं त्यजतु भगिनि प्रथमे उदाहरणे आचार्य अन्यत् वदामि रथः तत्र रथे साध्यं नास्ति वह्निः नास्ति किल अतः व्यतिरेकव्याप्तिः द्वितीय उदाहरणे पुनः रथः तत्र उष्णत्वं रथे उष्णत्वं नास्ति न वर्तते अतः अत्र व्यतिरेकव्याप्तिः सत्यम् अतः दृष्टान्ते साध्यं नास्ति इति स्थितिः तद्वत् अत्र पाकजरूपनाशः इति दृष्टान्तः, तर्हि पाकजरूपनाशे साध्यम् अर्थात् समानाधिकरणगुणजन्यत्वं नास्ति इति वा? इति सत्यं भगिनि, तदेव साधनीयमस्ति. सत्यं पाकजरूपनाशः अभावः अस्ति अपि हेतोः अभावः वर्तते इति साधनीयम्. यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः, यथा पाकजरूपनाशः इति. तर्हि अर्थात् दृष्टान्तः दृष्टान्ते साध्यं न वर्तते. हा, न भवितव्यं, न भवितव्यं साध्यः, न भवितव्यं सत्यं इति अस्ति वयं समीचीनं. अपि तत्र केवलं व्यतिरेकव्याप्तिः एव कार्यं करोति, यतोहि पक्षभिन्नस्थले हेतुः नास्ति इति. द्वितीय उदाहरणे, तृतीय उदाहरणे, पक्षभिन्नस्थले हेतुः नास्ति, यतोहि हेतुः पक्षस्य धर्मः एव. पक्षः बन्निः, तस्य धर्मः बन्नित्वमेव हेतुः. तथैव तृतीय उदाहरणे अपि खलु. अस्तु, तर्हि अग्रे सरामः. तर्हि इदानीं तत्र वयं एतत् सर्वं दृष्टवन्तः. इदानीं तत्र केवलं तृतीये अतः पश्या पठामः. तर्हि तत्र नीता भगिनी अत्र पठति वा तत्र ततः अग्रे इति कृत्वा? ततः अग्रे आश्रयनाश अजन्यगुणनाशत्वम् इति धर्मः विद्यते आश्रयनाश अजन्यगुणनाशे. अयञ्च धर्मः पक्षभिन्नस्थले न लभ्यते आश्रयनाश अजन्यगुणनाशे इति पक्षे एव लभ्यते. एतत् आधारेण अनुमानप्रयोगे कीदृशव्याप्तिः वक्तव्या, अन्वयव्याप्तिः वा व्यतिरेकव्याप्तिः वा? यत्र यत्र आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः भवति तत्र तत्र समानाधिकरणगुणजन्यत्वम् इति साध्यम् अपि भवति इति वक्तव्यं किम्? अधुना अस्माकं स्थितिका अस्ति आश्रयनाश अजन्यगुणनाशः इति पक्ष. आश्रयनाश अजन्यगुणनाश इति पक्षे धर्म अस्ति, पक्षधर्म, तत् पक्षधर्मता ज्ञानं तु अस्ति एव. तत् धर्म अस्ति आश्रयनाश अजन्यगुणनाशत्वम् इति धर्म अस्ति. एषः धर्मः पक्षभिन्नस्थले नास्ति. पक्षभिन्नस्थले आश्रयनाश अजन्यगुणनाशत्वम् इति धर्मः नास्ति. एषः धर्मः आश्रयनाश अजन्यगुणनाशत्वं केवलं पक्षे एव लभ्यते, यतोहि तत् आश्रयनाश अजन्यगुणनाशत्वम् आश्रयनाश अजन्यगुणनाशे इति पक्षे एव प्राप्तुं शक्नोति. अधुना तत्र अनुमानप्रयोगे व्याप्ति कथं वक्तव्या इति चर्चा. अनुमानप्रयोगे अन्वयव्याप्ति भवितुम् अर्हति वा व्यतिरेकव्याप्ति भवितुम् अर्हति? इत्युक्ते तत्र व्यतिरेकव्याप्ति इत्युक्ते तत्र यत्र यत्र साध्य अभाव तत्र तत्र हेतु अभाव, वा अन्वयव्याप्ति यत्र यत्र हेतु तत्र तत्र साध्यम् इति भवितुम् अर्हति? यत्र यत्र आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः भवति, अधुना अस्माकं हेतुः अस्ति आश्रयनाश अजन्यगुणनाशनाशत्वम् इति, तत् यत्र यत्र हेतुः एषः हेतुः भवति तत्र साध्यम् इति रूपेण समानाधिकरणगुणजन्यत्वम् इति साध्यं तत् भवति वा? एतस्मिन् उदाहरणे यत्र यत्र हेतुः तत्र तत्र समानाधिकरणगुणजन्यत्वं साध्यम् इत्युक्ते अधुना अन्वयव्याप्तेः प्रसक्तिः अस्ति वा इति प्रश्नः इति. सत्यं. तर्हि तत् अन्वयव्याप्तेः प्रसङ्ग इत्युक्ते यत्र यत्र आश्रयनाश अजन्यगुणनाशत्वं तत्र तत्र समानाधिकरणगुणजन्यत्वम् इति अस्ति वा इति प्रश्नः दृश्यते अत्र. तर्हि उत्तरं किं भवति, किं चिन्तयति? यत्र यत्र आश्रयनाश अजन्यगुणनाशत्वम् आश्रयनाश अजन्यगुणनाशत्वं तत्र तत्र समानाधिकरणगुणजन्यत्वम् अस्ति वा यत्र यत्र नाम व्याप्तिः कीदृशी वक्तव्यं तावदेव. नाम व्याप्तिः यथा भवत्या उक्तं व्याप्तिः तत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वक्तव्यं वा अथवा यत्र यत्र साध्याभावः तत्र तत्र हेतुः? अतः तत्र कथं वक्तव्यम् इति प्रश्नः. अभाव इत्युक्ते यत्र व्यतिरेकव्याप्तिः एव अस्ति इति मम चिन्ता. हा सत्यं भगिनि, हा व्यतिरेकव्याप्ति यतोहि तत्र यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यम् अस्ति इत्युक्ते तत्र पक्षः एव तत्र अधिकरणं भवितुमर्हति खलु, यतोहि हेतुः केवलं पक्षे एव वर्तते. अतः यत्र यत्र हेतुः तत्र तत्र साध्यम् इति कार्यं न करोति व्याप्तेः. अतः व्याप्तेः विवरणं व्यतिरेकव्याप्ति यत्र यत्र साध्याभाव तत्र तत्र हेतुभाव इति एव. अतः तदेव उत्तरं समीचीनं भगिनि. अस्तु अस्तु तर्हि धन्यवादः. अस्तु इदानीं इदानीम् अग्रे सरामः. तर्हि तत्र मृणालिनी भगिनि अग्रे इदानीं दृष्टान्तः. अग्रे पाकजरूपनाशवत् इति दृष्टान्तः. पाकेन रूपनाशः तद्वत् इत्यर्थः. अयं च दृष्टान्तः कीदृशः इति परिशीलनीयम् अस्ति. प्रथमतया अस्माकं पर्वतवह्निधूमप्रसङ्गे चिन्तनं कीदृशम् आसीत् इति स्मर्यताम्. पर्वतः वह्निमान् धूमात् यथा महानसम् इत्यस्मिन् अनुमानप्रयोगे यया रीत्या महानसे हेतुसाध्ययोः सम्बन्धः अनुभूतः अस्माभिः, महानसे धूमः अस्ति चेत् वह्निः अस्त्येव इति सर्वजनसिद्धप्रत्ययः, तथैव पर्वतेऽपि धूमः अस्ति चेत् वह्निः भवेत् इति चिन्तनम् अस्माकम् आसीत् तत्र. अग्रे पाकजरूपनाशवत् इति दृष्टान्तः. तर्हि पाकेन रूपनाशः तद्वत् इत्यर्थः. पाकज अर्थात् पाकजन्यरूपनाशः. पाकेन जन्यः रूपनाशः सत्यं. पचनेन अर्थात् पाकेन. अयश्च दृष्टान्तः कीदृशः इति परिशीलनीयम् अस्ति. तर्हि अयं दृष्टान्तः अन्वयव्याप्तौ अपि तत्र कार्यं करोति वा एतत् सर्वं, नाम तत्र साध्यम् अस्ति न वा एतत् सर्वं परिशीलनीयम् अस्ति. तर्हि अर्थात् तत्र किम् आसीत् आचार्य, दृष्टान्ते साध्यं वर्तते वा न इति न किल, साध्यं वर्तते न वा इति सत्यं भगिनि. तर्हि प्रथमतया अस्माकं पर्वतवह्निधूमप्रसङ्गे चिन्तनं कीदृशमासीत् इति स्मर्यताम्. पर्वतः वह्निमान् धूमात् यथा महानसम् इत्यस्मिन् अनुमानप्रयोगे यथा यया रीत्या महानसे हेतुसाध्ययोः सम्बन्धः अनुभूतः, अर्थात् महानसे धूमः अस्ति वह्नि अपि दृश्यते, अर्थात् अस्मिन् दृष्टान्ते तत्र पर्वत अस्मिन् दृष्टान्ते अत्र दृष्टान्तः कः, अत्र दृष्टान्तः कः अस्मिन् महानसम् एव समीचीनं. अत्र अन्वयव्याप्तिः अस्ति, व्याप्तिः अन्वयव्याप्तिः समीचीनम्, पक्षभिन्नस्थले तत्र हेतुः धूमः वर्तते तथा तत्र वह्नि अपि वर्तते, तर्हि इदं दृष्टान्तं स्वीकृत्य वयं पर्वते वह्नि अस्ति, यतोहि पर्वते धूमः दृश्यते, अतः कारणं वह्नि एव यथा महानसम् इति साधयामः। हा नाम यथा महानसे वयं वारं वारं पश्यामः धूमः अस्ति चेत् वह्नि अवश्यम् अस्ति इति, खलु? अतः केवलं न्यायशास्त्रे एव इति न, किन्तु लोके अपि एतत् अङ्गीक्रियते, खलु? नाम यत्र धूमः वर्तते तत्र वह्नि अस्ति, अतः सर्वजनसिद्धप्रत्ययः, नाम धूमः अस्ति चेत् वह्निः अस्ति इति प्रत्ययः सर्वेषां जनानां तत्र तस्य अङ्गीकारः वर्तते, खलु? तस्य प्रत्ययः सर्वैः जनैः तत्र स्वीकृतः अङ्गीकृतः अस्ति। तथैव पर्वतेपि धूमः अस्ति चेत् वह्निः भवति भवेत् भवेत् चिन्तनम् अस्माकम् आसीत् तत्र तत्र यथा महानसे आसीत् तथैव पर्वते अपि भवेत् इति अपि तत्र तत्र वत् इति अस्ति चेत् साधारणतया तत्र अर्थद्वयं भवेत्, वत् नाम मतुक् नाम यस्य यस्मिन् वा इति अर्थे, अथवा तत्र सदृशः इति अर्थे तद्वत्, अतः अत्र वत् इति सदृशः तद्वत् इति तावदेव। अस्तु अग्रे सरामः, तर्हि इदानीं उषा भगिनी। परन्तु पाकजन्यनाशवत् इत्यस्मिन् अर्थे यत् अहम् अवगच्छामि, पाकजन्यरूपनाशः अर्थात् तत्र किं भवति तदेव तदेव तदेव इदानीं विवृतमस्ति, अतः किञ्चित् किञ्चित् किञ्चित् चिन्तनं मनसि भवेत् तदनन्तरं वदतु भगिनि, किन्तु तदेव अत्र दत्तम् यत् भवती चिन्तयति इति तदेव प्रायशः अत्र दत्तम् इति मन्ये। अस्तु तर्हि तत्र उषा भगिनी अग्रे पठति वा। अत्र प्रकृतौ अस्माकं दृष्टान्तः पाकजरूपनाशः, पाकः घटे रूपनाशः अपि घटे इति स्थितिः, बोध्यं यत् पाकः इत्युक्ते विलक्षणः तेजः, विलक्षणः तेजः संयोगः, अतः पाकजरूपनाशः इत्युक्ते तेजः संयोगजरूपनाशः, पाकशब्दः उपयुज्यते लाघवात्, यथा महानसरूपी उदाहरणे महानसे धूमरूपहेतुः अपि अस्ति, वह्निरूपसाध्यम् अपि अस्ति इति अनुभूतविषयः, नाम ज्ञातविषयः अस्माकं, तथैव अत्र पाकजरूपनाशरूपी उदाहरणे हेतुः अपि हेतुः अपि आश्रये अस्ति, साध्यमपि आश्रये अस्ति इत्युक्ते आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः, हेतुः अपि अस्ति, समानाधिकरणगुणजन्यत्वम् इति साध्यमपि अस्ति, पाकजरूपनाशे आश्रयनाश अजन्यगुणनाशत्वम् इत्युक्तौ पाकजरूपनाशः आश्रयनाशजन्यः न, पाकजरूपनाशः आश्रयनाशजन्यः न, यतोहि रूपं घटे अस्ति, घटस्य नाशः न जातः तथापि रूपस्य नाशः जातः, अतः आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः अस्ति, स च रूपनाशः आश्रयनाशजन्यः, स च रूपनाशः आश्रयनाशाजन्यगुणनाशत्वम् इति हेतुः अस्ति. अतः सचरूपनाशः आश्रयनाशजन्यः न अपि तु आश्रयनाश अजन्यः. अस्तु अस्तु तर्हि तत्र अहं दोषेण उक्तवान् इति मन्ये, पश्यामः. यतोहि अहम् उक्तवान् तत्र साध्याभावम् एव स्वीकृत्य वक्तव्यम् इति, किन्तु अत्र महोदय वदति तत्र हेतुः वर्तते इति एव. अस्तु पश्यामः. तर्हि मया दोषः उक्तः इति मन्ये. अस्तु भगिनि वदतु. अत्र क्षणमेकम्, अत्र पठनावसरे आश्रयनाश अजन्यनः न इति वक्तव्यं किल, आश्रयनाश अजन्य तत्र सचरूपनाशः खलु अत्र आश्रयनाश न आश्रयनाशजन्यः न. ओ एकैकम् स्वीकृत्य वदतु भगिनि, उषा भगिनि. अत्र प्रकृतौ अस्माकं दृष्टान्तः पाकजरूपनाशः. ओके, पाकेन यः जन्यः भवति तत् रूपनाशः. ओके, पाकः घटे, पाकः घटे, रूपनाशः अपि घटे इति स्थितिः. रूपनाशः अपि घटे इति स्थितिः. बोध्यं यत् पाकः इत्युक्ते विलक्षणः, विलक्षणः तेजः संयोगः. पाकः इत्युक्ते तेजः संयोगः. अतः पाकजरूपनाशः इत्युक्ते तेजः संयोगजन तेजसंयोगेन यत् जन्यं तत् रूपनाशः, तेजः संयोगज रूपनाशः. पाकशब्दः उपयुज्यते लाघवात्. अस्तु, यथा महानसरूपी उदाहरणे, यथा महानसरूपी उदाहरणे महानसे धूमरूपहेतुः अपि अस्ति, वह्निरूपसाध्यमपि अस्ति इति अनुभूतविषयः, नाम ज्ञातविषयः अस्माकं. तथैव अत्र पाकजरूपनाशरूपी उदाहरणे हेतुः अपि आश्रये अस्ति. पाकजरूपनाश रूपी उदाहरणे हेतुः अपि आश्रये अस्ति, असाध्यमपि आश्रये अस्ति इति उक्तम् इति उक्तम्. ओके, इत्युक्ते आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः अपि अस्ति, आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः अपि अस्ति, समानाधिकरणगुणजन्यत्वम् इति साध्यमपि अस्ति. अस्तु, यतोहि पाकजरूपनाशे आश्रयनाश अजन्यगुणनाशत्वम् इत्युक्तौ पाकजरूपनाशः आश्रयनाशजन्यः न. ओके, आश्रयनाश अजन्यगुणनाशत्वम् इत्युक्ते किम् इति चेत्, पाकजरूपनाशः इति यत् गुणः जातं तत् गुणः आश्रयनाशेन जन्यः नास्ति, आश्रयजन्यनाशः न इति. अस्तु महोदय, यतोहि रूपं घटे अस्ति, यतोहि रूपं घटे अस्ति. तर्हि तत्र आश्रयः तत्र घटः, आश्रयः घटः, रूपमपि अत्र अस्ति, रूपस्य नाशः अपि अत्र एव अस्ति खलु. आम् आम् आम्, परन्तु घटस्य नाशः न जातः, न जातः, रूपस्य नाशः जातः. हा, अतः तत्र तर्हि अत्र तत्र हेतुः वर्तते, नाम तत्र पाकजनाशे आश्रयनाश अजन्य गुणनाशत्वम् आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः अस्ति. स च रूपनाशः आश्रयनाशजन्यः नास्ति न अपि तु आश्रयनाश अजन्यः. अतः एतावत् किम् उक्तं तत्र हेतुः वर्तते इति उक्तं. हेतुः वर्तते अस्मिन् आश्रयः नाशः नास्ति. अस्मिन् रूपनाशे तत्र रूपः रूपमिति गुणः अस्ति, तर्हि अस्मिन् गुणनाशे तत्र हेतुः आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः अस्ति अस्ति. तत्र अधिकरणं घटः किन्तु पक्षः रूपनाशः. रूपनाशे रूपनाश नाम नाश गुणनाशत्वम् इति अस्ति खलु. रूपः रूपमिति गुणः, अतः रूपनाशः इत्युक्ते गुणनाशः. रूपनाशे गुणनाशत्वम् इति धर्मः वर्तते. अपि एषः गुणनाशत्वम् आश्रयनाशेन अजन्यः अस्ति. अतः आश्रयनाश अजन्यगुणनाशत्वम् अस्मिन् पक्षे रूपनाशे वर्तते. तत्र अहं तत्र स्वरूपमहोदय पूर्वम् उक्तवान् नाम तत्र व्यतिरेकव्याप्तिः किमर्थं तस्य आवश्यकता इत्युक्ते तत्र व्यतिरेकव्याप्तिः एव कार्यं करोति इति सः उक्तवान्. अपि तत्र वयं दृष्टवन्तः खलु नाम तत्र आचार्य मम मनसि तदेव प्रश्नः. अस्तु अस्तु भगिनि. अतः तत्र उदाहरणे तु तत्र आमामां समीचीनम् अत्र अन्वयकर्ती एव भवति अस्मिन् उदाहरणे पाकजरूपनाशवत्. पश्यामः भगिनि. हा हा किन्तु तत्र पश्यतु यदि पक्षे एव अस्ति चेत् तत्र दृष्टान्तरूपेण न वक्तुं न स्वीकर्तुं शक्नुमः. यतोहि नाम तत्र रूपनाशः इति एव तत्र पक्षः अस्ति खलु भगिनि खलु. गुणनाशः इत्येव पक्षः नाम यः कोऽपि गुणः भवतु तस्य नाशः अस्मिन् गुणनाशे अन्तर्भूतः अस्ति खलु. तर्हि पक्षे एतावत् वयं न जानीमः तत्र नाम तत्र सर्वत्र तत्र किं यत्र यत्र हेतुः तत्र तत्र साध्यम् इति न जानीमः. नाम पक्षं प्रदर्श्य वयं व्याप्तिं न साधयितुं शक्नुमः खलु. हेतुसाध्ययोः मध्ये व्याप्तिः अस्ति इति अन्यत्र अन्यत् किमपि प्रदर्श्य एव वक्तव्यं खलु. नाम एतावत् पर्वते तत्र वह्नी अस्ति इति न जानीमः, अतः वयं पश्यतु यत्र यत्र वह्निः यत्र यत्र धूमः तत्र तत्र वह्निः उदाहरणं पर्वतं स्वीकुर्मः इति न वक्तुं शक्नुमः खलु. यतोहि पक्षे एतावत् केवलं सन्देहः वर्तते. साध्यम् अस्ति इति साध्यम् अस्ति इति तत्र संशयः वर्तते, किन्तु तत्र निश्चयज्ञानं नास्ति. अतः पश्यामः अतः तत्र किमपि अग्रे भवति. नाम व्यतिरेकव्याप्तिः एव कार्यं करोति इति महोदयेन पूर्वम् उक्तमस्ति इति मनसि अस्ति. अतः पश्यामः. आचार्य अत्र यस्मिन् पात्रे इत्युक्ते अधुना अत्र घटे पाकसिद्धिः जाता तस्य नाशः न भवति इति चिन्तनमस्ति वा? घटस्य नाशः न भवति घटस्य नाशः न भवति इत्युक्ते यस्मिन् यस्मिन् अधिकरणे यस्मिन् पात्रे वा अधुना घटे सत्यं सत्यं पापसिद्धिः भवति. अधुना उदाहरणार्थम् ओदनं वयं पचामः, तत् तत्र ओदनस्य रूपपरिवर्तनं भवति, परन्तु यस्मिन् पात्रे तत् पाकसिद्धिः अस्माभिः करणीया तत्र तस्य पात्रस्य वा घटस्य नाशः न भवति इति चिन्तनं भवति. सत्यं भगिनि, अथवा ओदनस्य अपि तत्र पूर्वं यत् रूपम् आसीत् इदानीं स तद् रूपं नास्ति खलु ओदनस्य, अतः ओदनम् इति एव तत्र अधिकरणं भवति, यतोहि ओदनस्य रूपम् इति एव तत्र तस्य नाशः एव इति वदामः खलु. अतः ओदनस्य ओदनं पचामः चेत् तत्र ओदनस्य रूपपरिवर्तनं भवति. ओदनं तु इदानीमपि अस्ति, किन्तु तस्य रूपपरिवर्तनं अभवत्. तत्र पाकेन संयोगः नाम तत्र अग्निना संयोगः इति तेजसः संयोगः एव कारणं, तेजसंयोगेन एतस्य रूपस्य परिवर्तनम् अभवत्. अतः पूर्वं यद् रूपम् आसीत् तद् रूपं नष्टं, नूतनं रूपम् अस्ति किन्तु पूर्वं यद् रूपम् अस्ति तद् नष्टम् अभवत्. तस्य कारणमस्ति तेजसंयोगः. किन्तु ओदनम् इदानीमपि अस्ति, अतः आश्रयः न नष्टः, न नष्टः इति. अस्तु, इत्युक्ते आश्रय इति ओदनम् इति चिन्तनम् इति अस्ति तत्र. सत्यं भगिनि, तत्र अस्तु, अधुना स्पष्टमस्ति. अस्तु, समीचीनम्. अग्रे तर्हि तत्र मृलङ्गिभगिनि भवती एव तत्र इदानीं. घटस्य स्थाने तदा अस्मिन् न क्षम्यतां, तदा अस्मिन् पाकजरूपनाशे साध्यमपि अस्ति इति वक्तव्यं. कुत्र पठानि आचार्य? तदा अस्मिन् पाकजरूपनाशे साध्यम् अपि अस्ति. पाकजरूपनाशे साध्यम् तदेव मम चिन्तनमासीत् किल, दृष्टान्ते साध्यं वर्तते. पाकजरूपनाशे साध्यम् अपि अस्ति, समानाधिकरणगुणजन्यत्वं तदेव साध्यं, समानाधिकरणगुणजन्यत्वं. रूपं घटे अस्ति, तस्मिन् एव घटे पाकः नाम तेजः, तेजस्संयोगः अपि अस्ति. रूपं घटे अस्ति, तस्मिन्नेव घटे पाकः अर्थात् अग्निः नाम तेजस्संयोगः. पाकः इति अग्नि न, पाकः नाम तेजसंयोगः एव पाकः. नाम पूर्वम् उक्तं खलु, नाम तत्र पाकशब्दः उपयुज्यते लाघवात्, तेजसंयोग इति अनुक्त्वा केवलं पाकः इति वदामः लाघवात्. तर्हि नाम तर्हि घटे पाकः नाम तेजस्संयोगः अपि अस्ति. समानाधिकरणगुणः इत्युक्ते तेजस्संयोगः, समानाधिकरणगुणः इत्युक्ते तेजस्संयोगः. रूपं घटे इत्यस्मात् रूपनाशः अपि घटे, अनेन रूपनाशः च तेजस्संयोगः च समानाधिकरणौ, अपि च समानाधिकरणतेजस्संयोगेन रूपनाशः जन्यते. तस्मात् पाकरूपनाशे समानाधिकरणगुणजन्यत्वम् अस्ति. समानाधिकरणगुणजन्यत्वम् अस्ति. तर्हि अस्मिन् तदा अस्मिन् पाकजरूपनाशे साध्यम् अपि अस्ति, अर्थात् समानाधिकरणगुणजन्यत्वम् इति साध्यम् अस्ति. कुत्र अस्ति? पाकजरूपनाशे साध्ये. रूपं घटे अस्ति, तस्मिन्नेव घटे पाकः नाम तेजस्संयोगः अपि अस्ति. तर्हि अत्र घटः पक्षः किल, तर्हि पक्षे एव तेजस्संयोगः इति घटः अधिकरणं, एवं घटः अधिकरणं तेजस्संयोगः इति अन्यगुणः वा अत्र स्वीकरणीयः? हा संयोगः खलु, संयोगः गुणः खलु, तेजसः संयोगः, तेजसः संयोगः. हा हा तर्हि समानाधिकरणगुणः इत्युक्ते तेजस्संयोगः तर्हि समाने अधिकरणे अर्थात् घटे तेजस्संयोगः इति गुणः वर्तते. रूपं घटे इत्यस्मात् रूपनाशः अपि घटे, अन्यगुणः अस्ति रूपं, रूपं घटे इत्यस्मात् रूपनाशः अपि घटे, अनेन रूपनाशः च तेजस्संयोगः च समानाधिकरणौ वर्तेते. अत्र किमासीत्, रूपं घटे इत्यस्मात् रूपनाशः अपि घटे, तर्हि रूपनाशः तथा तेजस्संयोगः समानाधिकरणम् आश्रये वर्तेते. अपि च तेन समानाधिकरणतेजस्संयोगेन रूपनाशः जन्यते. तर्हि समानाधिकरणतेजस्संयोगेन रूपनाशः, तर्हि एकेन गुणेन अन्यगुणः नष्टः अत्र. अपि नूतनगुणः तस्मिन्नेव अधिकरणे वर्तते. हा, रूपनाशः जन्यते. तस्मात् पाकजरूपनाशे समानाधिकरणगुणजन्यत्वम् अस्ति. पाकजरूपनाशे समानाधिकरणगुणजन्यत्वम् अस्ति. तर्हि अत्र पाकजरूपनाश इति गुण एव किल? न न, पाकजरूपनाशः इति गुणः नास्ति, पाकजरूपनाशः अस्ति, गुणस्य नाशः, गुणनाशः इति अस्माकं पक्षः खलु. रूपनाशः पाकजन्यरूप, पाकजन्यरूपनाशः, तर्हि पाकजरूपनाशे समानाधिकरणगुणजन्यत्वम् अस्ति. आम्, सत्यं सत्यम्. अतः तत्र अत्र रूपनाशः इति तत्र पक्षः नास्ति, अत्र रूपनाशः इत्येव तत्र दृष्टान्तः. अतः अस्मिन् दृष्टान्ते पाकजरूपनाशे गुणनाशः इति अस्माकं तत्र पक्षः, तत्र विशिष्टगुणनाशः, किन्तु अत्र दृष्टान्तः अस्ति रूपनाशः, अपि रूपनाशः पाकजरूपनाश, पाकेन जन्यः रूपनाशः. तस्मिन् दृष्टान्ते पूर्वं दृष्टवन्तः तत्र हेतुः अपि अस्ति, इदानीं साध्यमपि अस्ति इति साधितं, साध्यमपि अस्ति. तर्हि दृष्टान्ते हेतुः अस्ति, साध्यमपि अस्ति, तर्हि तत्र दृष्टान्तः अन्वयदृष्टान्तः भवेत् खलु, नाम यत्र सा किं साधितं दृष्टान्ते अर्थात् पाकजरूपनाशे साध्यम् अर्थात् समानाधिकरणगुणजन्यत्वम् अस्ति इति इति साधितं खलु, तर्हि तत्र साधितं. तर्हि तर्हि तत्र अस्माकं कार्यं समाप्तं खलु. किन्तु तत्र वयं पेज् 25 मध्ये स्मः, 35 पर्यन्तम् इदानीमपि करपत्रम् अस्ति. तत्र पृथक् भवामः बहुकालं वयं पश्यामः भगिनि. तत्र अतः किन्तु तत्र इण्ट्रेस्टिङ्ग् अस्ति खलु, नाम वयं चिन्तयामः अन्वयव्याप्तिः एव भवेत्, तर्हि किमर्थम् एतत् न उक्तं, किमर्थम् अन्वयव्याप्तिः कार्यं करोति चेत् किमर्थम् एतावत् तत्र व्यतिरेकव्याप्तिः व्यतिरेकव्याप्तिः इति एतत् सर्वम् उक्तं, तस्य आवश्यकता एव नास्ति. पश्यामः. अतः एव तत्र आचार्य पुनः एकवारं कृपया वदति वा, किञ्चित् मनसि स्पष्टता नास्ति एतस्मिन् परिच्छेदे, तत् तदा अस्तु भगिनि. तत्र नाम इदानीं तत्र दृष्टान्तः कः, दृष्टान्तः अस्ति पाकजरूपनाशः, पाकजरूपनाशः इति दृष्टान्तः. तर्हि पाकजरूपनाशे नाम तर्य रूपम् इति गुणः अस्ति, किमपि अधिकरणे अस्ति घटे इति चिन्तयामः, तर्हि रूपस्य नाशः अभवत्। केन? तत्र पाकजरूपनाशः इति उक्तं, तर्हि पाकेन रूपनाशः अभवत् इति खलु? तर्हि पाकेन जन्यः अस्ति एषः रूपनाशः, तर्हि अधिकरणं तस्य नाशं न अभवत् किन्तु रूपस्य नाशः अभवत्। तर्हि आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः अस्मिन् रूपनाशे, नाम अस्मिन् पाकजरूपनाशे वर्तते खलु? इति समीचीनं खलु एतावत्? तावत्पर्यं स्पष्टं। इदानीं साध्यमपि अस्ति इति इति उक्तं। साध्यं किमस्ति? समानाधिकरणगुणजन्यत्वं, नाम एषः गुणना ये तत्र रूपस्य नाशः केन जन्यः इत्युक्ते गुणेन, अन्यगुणेन जन्यः अस्ति, अपि सः अन्यगुणः तस्मिन्नेव अधिकरणे भवति, यतोहि समानाधिकरण इति उक्तम्, समानाधिकरणगुणजन्यत्वम्। तर्हि एतस्य रूपस्य नाशः तत्र तेजसंयोगेन अभवत् खलु? नाम पाकः इति लाघवेन वदामः, पाकः, पाकः नाम तेजसंयोगः, तेजसंयोगः इति। तर्हि पाकेन अथवा तेजसंयोगेन एतस्य रूपस्य नाशः अभवत्, किन्तु संयोगः तत्र तेज अपि घट तयोः संयोगः, अत्र संयोगः द्विनिष्ठः, तर्हि एषः संयोगः घटे अपि अस्ति तेजसि अपि अस्ति खलु? ओ अस्तु, संयोगः इति द्विनिष्ठ नाम घटपटयोः संयोगः, घटे अपि अस्ति पटे अपि अस्ति, हस्तपुस्तकयोः संयोगः, संयोगः इति गुणः हस्ते अपि अस्ति पुस्तके अपि अस्ति, तथैव एषः संयोगः घटे अस्ति, एतेन संयोगेन रूपस्य नाशः अभवत्। तर्हि रूपनाशः जन्यः केन जन्यः? संयोगेन जन्यः, तेजसंयोगेन जन्यः, किन्तु तेजसंयोगः अस्मिन् अधिकरणे एव अस्ति, तर्हि तेजसंयोगः इति समानाधिकरणगुणः अस्ति, तेन समानाधिकरणगुणेन जन्यः अस्ति रूपनाशः। अस्तु अस्तु अस्तु। अतः अस्मिन् पाकजरूपनाशे गुणजन्यत्वम् अस्ति, नाम अन्येन गुणेन जन्यः, नाम अनेन अन्यः गुणः कारणम्, तस्मात् गुणात् एतत् कार्यं रूपनाशनाशः अभवत्, किन्तु अपि सः गुणः तस्मिन्नेव अधिकरणे अस्ति, अतः समानाधिकरणगुणेन जन्यः अस्ति एषः पाकजरूपनाशः। समीचीनं वा? अधुना अधुना स्पष्टम्। अस्तु भगिनि, उत्तमम्, अस्तु अस्तु, धन्यवादः भगिनि। अस्तु, इदानीं तर्हि तत्र अस्माकं कार्यं पर्याप्तं खलु, नाम तत्र दृष्टान्तः अन्वयदृष्टान्तः एव लब्धः अस्ति, तर्हि अनुमितिः जातं, यतोहि हेतुः तत्र पक्षे वर्तते इति जानीमः, इति इदानीं व्याप्तेः प्रदर्शनार्थं तत्र दृष्टान्तः अपि लब्धः, तर्हि पर्याप्तम्, अनुमितिः जातं खलु इति चिन्तनं भवेत्, किन्तु पश्यामः तत्र करपत्रस्य तु करपत्रं तु अग्रे अपि वर्तते, अतः किम् उक्तम् अग्रे इति पश्यामः। अस्तु, तर्हि तत्र अग्रे का तत्र नीता भगिनी वा उषा भगिनी वा का वक्तुं उषा भगिनी वा? अस्तु, उषा भगिनी अहमपि पठितवती, ऐ एम् ओके महोदय, ऐ केन् रीड्, या न न अस्तु अस्तु भगिनी, तत्र नीता भगिनी पठेत्, यतोहि तत्र क्रमः इदानीं तर्हि नीता भगिनी अग्रे पठतु। घटस्य स्थाने फलं भवति चेत् यस्मिन् फले रूपनाशः अस्ति तस्मिन् एव फले तेजसंयोगः अपि अस्ति। समानाधिकरणगुणः इत्यनेन तत् अधिकरणवृत्तिः गुणः तेजसंयोगः। एकस्मिन् फले तेजसंयोगः अस्ति, पाकजरूपनाशः अपि अस्ति, अपि च फलनाशः नास्ति। आहत्य पाकजरूपनाशे आशयनाश अजन्यगुणनाशत्वम् अपि अस्ति, समानाधिकरणगुणजन्यत्वम् अपि अस्ति, हेतुः अपि अस्ति, साध्यम् अपि अस्ति। अधुना तत्र घटे वयं दृष्टवन्तः अधुना फलं फलमिति अधिकरणम् अधिकरणरूपेण तत्र फलमिति स्वीकृतम्। अधुना फले रूपनाशः अस्ति तस्मिन् एव फले तेजसंयोगः अपि अस्ति। तत् फले रूपनाशः इति गुणः तत् रूपनाशः केन? तेजसा संयोगेन इति चिन्तनम्। रूपनाशस्य कारणं फले एव तस्मिन् एव अधिकरणे तेजसा संयोगेन रूपनाशः अभवत्। अधुना समानाधिकरणगुणः इत्यनेन तत् अधिकरणवृत्तिः गुणः तेजसंयोगः। यतोहि तत् तेजसंयोगः इति गुणः तस्य अधिकरणसमान एव। समानाधिकरणगुणः इत्यनेन तत् अधिकरणवृत्तिः गुणः तेजसंयोगः। एकस्मिन् फले तेजसंयोगः अस्ति, पाकजरूपनाशः अपि अस्ति। तथैव अत्र तेजसंयोगः अपि अस्ति, तेजसा संयोगेन यत् रूपनाशम् अभवत् तत् तेजसंयोगः फले एव अस्ति, तस्मिन् एव अधिकरणे अस्ति। तथैव रूपनाशः इति गुणः अपि तस्मिन् एव अधिकरणे अस्ति। एकस्मिन् फले तेजसंयोगः अस्ति, पाकजरूपनाशः अपि अस्ति, अपि च फलनाशः नास्ति। इत्युक्ते आश्रयस्य नाशः नास्ति इति भावः। तत्र आश्रये तेजसंयोगः इति गुणः, पाकजरूपनाशः इति गुणः, परन्तु आश्रयस्य नाशः फलनाशः नास्ति इति। आहत्य पाकजरूपनाशे आश्रयनाश अजन्यगुणनाशत्वम् अपि अस्ति, समानाधिकरणगुणजन्यत्वम् अपि अस्ति। अत्र पाकजरूपनाशे अस्माकं दृष्टान्ते आश्रयनाश अजन्यगुणनाशत्वम् आश्रयनाश अजन्यगुणनाशत्वम् अपि अस्ति। इत्युक्ते आश्रयनाश अजन्यगुणः अस्ति, गुणनाशः अस्ति, समानाधिकरणगुणजन्यत्वं समानाधिकरणगुणः अपि अस्ति। आम्, इत्युक्ते समानाधिकरणगुणेन केवलं समानाधिकरणगुणः अस्ति इति न, समानाधिकरणगुणेन एषः नाशः अभवत्। एषः नाशः समानाधिकरणगुणजन्य अस्ति इति। अतः द्वयमपि साध्यमपि अस्ति, हेतुः अपि अतः केवलं तत्र घटस्थले घटे एव तत्र रूपनाशः भवति चेत् तत्र एव तत्र हेतुः साध्यं भवति इति न, यत्र पाकजरूपनाशः भवति घटे वा फले वा अन्यस्मिन् अधिकरणे वा तत्र सर्वत्र हेतुः अपि अस्ति साध्यमपि अस्ति। अतः तत्र दृष्टान्तः केवलं तत्र यतोहि घटे विद्यमानः पाकजरूपनाश इति नास्ति, पाकजरूपनाशः इति एव दृष्टान्तः। अतः तत्र पाकजरूपनाशः यत्र यत्र भवति तत्र तत्र हेतुः अपि अस्ति साध्यमपि अस्ति। नाम तत्र यथा वयं महानसम् इति यदि वदामः केवलम् एकमेव महानसमिति नास्ति खलु, यत्र यत्र महानसं वर्तते तत्र तत्र हेतुः अस्ति साध्यमपि। अतः यत्र यत्र अत्र पाकजरूपनाशः अस्ति तत्र तत्र सर्वत्र हेतुः अपि अस्ति साध्यमपि साध्यमपि अस्ति इति आमाम् इति अस्ति अस्तु समीचीनम् आमामां योग्यम् अस्तु धन्यवादः अस्तु अस्तु तर्हि तत्र इदानीम् अग्रे तर्हि उषा भगिनी अग्रे एवञ्च प्रकृते पक्षे आशयनाश अजन्यगुणनाशः संयोगनाशः इत्यस्मिन् आश्रयनाश अजन्यगुणनाशः दट्स् संयोगनाशः इत्यस्मिन् आश्रयनाश अजन्यगुणनाशत्वम् अपि अस्ति समानाधिकरणगुणजन्यत्वम् अपि अस्ति इत्थञ्च आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकरूप पाकजरूपनाशवत् अस्तु अस्माकं प्रकृतविषये अपि आश्रयनाश अजन्यगुणनाशः इति पक्षे संयोगनाशः इत्यस्मिन् आश्रयनाश अजन्यगुणनाशः इति यत् पक्षे अस्ति तत् संयोगनाशः तत् संयोगनाशः इति पक्षे इत्यस्मिन् आश्रयनाश अजन्यगुणनाशत्वम् अपि अस्ति तदेव तत् धर्मः आश्रयनाश अजन्यगुणनाशत्वम् अपि अस्ति समानाधिकरणगुणजन्यत्वम् अपि अस्ति तदेव साध्यमस्ति समानाधिगुणजन्यत्वम् अपि अस्ति इत्थञ्च आश्रयनाश अजन्यगुणनाशः आश्रयनाश अजन्यगुणनाशः इति पक्षे अत्र समानाधिकरणगुणजन्यः अपि च आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् पाकजरूपनाशवत् इति दृष्टान्तः आश्रयनाश अजन्यगुणनाशः इति हेतुः अपि च समानाधिकरणगुणजन्यः इति यत् साध्यं साध्यमपि अस्ति हेतुः अपि अस्ति नाम दृष्टान्तेन वयं किं तत्र दृष्टान्तः पाकजरूपनाशः इति तेन वयम् अवगतवन्तः तत्र यत्र यत्र हेतुः तत्र तत्र साध्यं खलु तर्हि तत्र हेतुः साध्ययोः मध्ये तत्र व्याप्तिः अस्ति इति ज्ञातवन्तः खलु तर्हि दृष्टान्तेन अतः तत्र व्याप्तिः ज्ञानमपि अस्ति पक्षधर्मतज्ञानमपि अस्ति तर्हि परामर्शः अभवत् तदनन्तरम् अनुमितिः अपि भवति अतः सः अत्र उक्तं तर्हि तत्र पक्षे संयोगनाशः इत्यस्मिन् पक्षे हेतुः अपि अस्ति अजन्यगुणनाशः इति पक्षः अपि हेतुः अस्ति चेत् पक्षे हेतुः अस्ति चेत् वयं जानीमः इदानीं व्याप्तिः अस्ति इति जानीमः तर्हि हेतुः अस्ति चेत् साध्यमपि भवेत् तर्हि एतद् ज्ञानम् अस्माकम् अभवत् खलु तत्र अन्वितिज्ञानम् अभवत् खलु इति वदति इति उक्तं नाम पर्याप्तं खलु इति नाम दृष्टान्तः अन्वयदृष्टान्तः आसीत् खलु नाम हेतुः साध्यमपि अस्ति तर्हि पर्याप्तं खलु इति तर्हि अत्र अस्मिन् परिच्छेदे किमपि न उक्तं नाम केवलं पर्याप्तं खलु इति उक्तं तर्हि भवती एव अग्रे किञ्चित् पठतु भगिनि अस्तु किन्तु अस्माकं कश्चन प्रश्नः पूर्वम् उक्तम् आसीत् अस्मिन् अनुमानप्रयोगे कीदृशी व्याप्तिः वक्तव्या अन्वयव्याप्तिः वा व्यतिरेकवा व्याप्तिः वा यथा जानीमः आश्रयनाश अजन्यगुणनाशत्वम् इति धर्मः पक्षभिन्नस्थले न भवति नाम आश्रयनाश अजन्यगुणनाशम् अतिरिच्य अन्यत्र न लभ्यते नाम आश्रयनाश अजन्यगुणनाशं नाशम् अतिरिच्य अन्यत्र न लभ्यते अधुना प्रकृतौ अस्माकं दृष्टान्तः कीदृशः पाकजरूपनाशवत् इत्यस्मिन् पाकजरूपनाशवत् इत्यस्मिन् यत्र यत्र हेतुः तत्र तत्र साध्यम् इति आकृतिः अन्तर्गता, अथवा यत्र यत्र साध्य अभावः तत्र तत्र हेत्वाभावः इति आकृतिः अन्तर्गता, अपि च पाकजरूपनाशवत् इति पक्षभिन्नस्थलम् अस्ति वा. अस्माकं कश्चन प्रश्नः पूर्वम् उक्तम् अस्मिन् अनुमानप्रयोगे कीदृशी व्याप्तिः वक्तव्या, अन्वयव्याप्ति वा व्यतिरेकव्याप्तिः वा. व्यतिरेकव्याप्तिः इति वयं दृष्टवन्तः पूर्वं. यथा जानीमः आश्रयनाश अजन्यगुणनाशत्वम् इति धर्मः पक्षभिन्नस्थले न भवति. आश्रयनाश अजन्यगुणनाशत्वं पक्षभिन्नस्थले न भवति नाम आश्रयनाश अजन्यगुणनाशम् अतिरिच्य अन्यत्र न लभ्यते. सो आश्रयनाशम् इति आश्रयनाशम् इति पक्षे एव लभ्यते इति गुणनाशः इति हेतुः पक्षः आश्रयनाशन्यगुण गुणनाशम् अतिरिच्य इत्युक्ते गुणनाशः इति पक्षः इति वा. आमां खलु अस्माकं पक्षः आश्रयनाश अजन्यगुणनाशः. आम् आम् तादृशगुणनाशः तादृशगुणनाशः खलु. आम् आम् आम् तादृशगुणनाशः ओके इति पक्षः अन्यत्र न लभ्यते. पक्षः तत्र हेतुः अस्ति आश्रयनाश अजन्यगुणनाशगुणनाशत्वं धर्मः अस्ति पक्ष गुणनाशस्य धर्मः. अतः पक्षभिन्नस्थले न भवति पक्षम् अतिरिच्य अन्यत्र न लभ्यते. अधुना प्रकृतौ अस्माकं दृष्टान्तः कीदृशः. पाकजरूपनाशवत् इत्यस्मिन् यत्र यत्र हेतुः तत्र तत्र साध्यम्. पाकजरूपनाशवत् इति इत्यस्मिन् यत्र यत्र हेतुः तत्र पाकजरूपनाशः इति दृष्टान्तः पाकजरूपनाशः इति दृष्टान्तः इत्यस्मिन् तत्र व्यतिरेकदृष्टान्तः वा अन्वयदृष्टान्तः वा इति प्रश्नः. यत्र यत्र हेतुः तत्र तत्र साध्यम् इति आकृतिः अन्तर्गता, अथवा यत्र यत्र साध्यभावः तत्र तत्र हेत्वाभावः इति आकृतिः अन्तर्गता. तर्हि वयं किं दृष्टवन्तः पाकजरूपनाशे साध्यमपि अस्ति हेतुः अपि अस्ति इति यत्र यत्र हेतुः तत्र तत्र साध्यमेव भवेत् इति एव भवेत् खलु तदेव सा एव आकृतिः अन्तर्गता भवेत् नाम प्रथमः भवेत् अपि अतः प्रथमप्रश्नस्य उत्तरं भवति नाम यत्र यत्र हेतुः तत्र तत्र अस्तु अग्रे अपि च पाकजरूपनाशवत् इति पक्षभिन्नस्थलम् अस्ति वा. पाकजरूपनाशवत् ओके पाकजरूपनाशः इति पक्षभिन्नस्थलम् अस्ति वा. नाम तत्रापि रूपनाशः गुणनाशे इति वदामश्चेत् रूपनाशः विरूपः रूपम् इति गुणः इति कृत्वा रूपनाशः गुणनाशस्य एकः भागः खलु. गुणनाशस्य एक रूपनाशः गुणनाशे अन्तर्गतः नाम तत्र परिमाणस्य नाशः वा खलु. अतः तत्र गुणनाशः इत्यस्मिन् बहवः भागाः सन्ति किन्तु रूपनाशः तस्य एकः भागः भवेत् खलु. किन्तु सर्वविधगुणनाशः न स्वीकृतः आश्रयनाश अजन्यगुणनाशः एव स्वीकृतः. तर्हि पाकजरूपनाशः तस्मिन् अन्तर्भूतः वा इति प्रश्नः. पाकजरूपनाशः इति तत्र अन्तर्भूतः नास्ति इति नाम तत्र केवलं तत्र नाम यदि वयं चिन्तयामः तत्र रूपनाशः इति एतत् रूपनाशः इति भागः रूपनाशः इति विषयः तर्हि रूपनाशे तत्र तत्र किं क्षम्यतां गुण रूपनाशः इति न क्षम्यतां गुणनाशः इति गुणनाशः गुणनाशः तर्हि के के गुणाः सन्ति रूपमस्ति रसमस्ति तर्हि रूपनाशः अपि तत्र भवति खलु अस्मिन् गुणनाशे रूपनाशः इति एकः भागः रसनाशः इति अन्यः भागः भवति खलु हा किन्तु इदानीं वयं किं कृतवन्तः रूपनाशस्य एकः भागः स्वीकृतवन्तः नाम रूपनाश क्षम्यतां गुणनाशस्य एकः भागः स्वीकृतवन्तः एकं भागं स्वीकृतवन्तः एतद् तत्र गुणनाशः इति चिन्तयतु गुणनाशः इति तर्हि एकः भागः अस्ति तत्र ए इति वदामः एतद् बि इति वदामः तत्र आश्रय नाशजन्यः नाम आश्रयस्य नाशः न अभवत् अपि एषः आश्रयनाशजन्यः आश्रयनाशेन एषः नष्टः एषः नाशः जातः आचार्य कदाचित् पाकजन्यरूपनाशः आश्रयनाशम् अपि जनयति अतः व्यतिरेकव्याप्तिः भवेत् अत्र सर्वदा पाकजन्यरूपनाशः समीचीनम् अतः सत्यम् अतः तत्र अतः उत्तमं भगिनि तर्हि तत्र पाकजरूपनाशः इति पक्षभिन्नस्थलम् अस्ति वा अथवा पक्षे एव अस्ति वा नाम यदि गुणनाशः इति पक्षः किन्तु पूर्वं पूर्णगुणनाशः इति पक्षः नास्ति केवलं गुणनाशस्य एकः भागः नाम आश्रयनाश अजन्यभागः एव तत्र पक्षः खलु एतदेव एषः एव अस्माकं पक्षः एषः पक्षः नास्ति बि इति पक्षः नास्ति केवलं आ इति एव पक्षः अतः रूपनाशः तत्र अत्रापि भवेत् अत्रापि भवेत् किन्तु रूपनाशस्य अपि वयं भागं कृतवन्तः नाम रूपनाशस्य अपि एकः भागः नाम पाकजरूपनाशः तर्हि इदानीं प्रश्नः अस्ति यदि वयम् एतत् वदामः नाम पाकजरूपनाशः इति वदामः इति यदि वदामः तर्हि एषः पाकजरूपनाशः नाम अस्ति वा इति अत्र अस्ति वा अथवा तत्र तादृशम् अस्ति वा नाम पक्षे अपि किञ्चित् अस्ति पक्षभिन्नस्थले अपि अस्ति एतादृशम् अस्ति वा इति प्रश्नः पक्षभिन्नस्थले अस्ति वा अथवा पक्षे एव अस्ति वा इति तर्हि तत्र तर्हि तत्र एतद् अस्ति वा अथवा एष एतस्य बहिः अपि अस्ति वा इति प्रश्नः तर्हि रूपनाशस्य बहिः अपि भवेत् रूपनाशः बहिः अपि भवेत् किन्तु पाकजरूपनाशः इति उक्तवन्तः तर्हि पश्यामः तर्हि पश्यामः अस्मिन् अग्रिमे परिच्छेदे तत् उक्तं पश्यामः किन्तु तत्र किं समयः अस्ति वा अथवा अग्रिमे सप्ताहे पठामः वा किम् अग्रिमे सप्ताहे आचार्य अधुना अग्रिमे सप्ताहे अस्तु अस्तु तर्हि अत्र एव विरमामः तर्हि किन्तु सम्यक् स्थले वयं स्मः तत्र अन्वयदृष्टान्तः वा अथवा व्यतिरेकदृष्टान्तः वा कः अस्ति अस्माकं दृष्टान्तः इति प्रश्नः अस्तु तर्हि अत्रैव विरमामः. पक्षस्य एकदेशः इति दत्तम्. अस्तु तर्हि तत्र किञ्चित् पठन्तु तर्हि. अस्तु तर्हि धन्यवादः, नमस्कारः. अग्रिमसप्ताहे मिलामः तर्हि. तत्र अग्रिमसप्ताहे तत्र वर्गः भवेत् न वा इति